सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आरम्भे एकं सुभाषितं शृणुमः। भगिनी सुभाषितं पठतु। विद्यानाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशः सुखकरी विद्यागुरुणां गुरुः विद्याबन्धुजनो विदेशगमने विद्यापरा देवता विद्याराजसु पूज्यते न तु धनं विद्याविहीन पशुः। उत्तमं भगिनी, धन्यवादः। धन्यवादः। सप्तमी विभक्तेः प्रसङ्गे अस्माभिः किञ्चित् अधीतमासीत्। सप्तमी विभक्तिः इति विषयः प्रवर्तमानः अस्ति। अद्यापि तस्य विषये चिन्तनम् अनुवर्तते। तदर्थं भवन्तः सर्वे गीतासोपानं पुस्तके चतुष्षष्टितमं पुटं पश्यन्तु। तत्र अन्यानि वाक्यानि अपि सन्ति, तत्र कानिचन वाक्यानि दत्तानि, तेषां चिन्तनं कुर्मः आरम्भे। अत्र दर्शना भगिनी, भवती पठतु चतुष्षष्टितमं पुटं दृष्ट्वा वाक्यानि वदतु। आं भगिनि, श्रूयते खलु? श्रूयते। जलं द्रोण्योः अस्ति, मीनाः नद्योः सन्ति, तैलं दर्व्योः अस्ति, मशी पुनः पूर्णयोः अस्ति। जलं नपुंसकलिङ्गं, जलम् इति प्रातिपदिकं। द्रोण्योः जलं तु प्रथमा विभक्तौ अस्ति। द्रोण्योः, द्रोणी स्त्रीशब्द प्रातिपदिकं द्रोणी इति, द्रोण्योः सप्तमी विभक्ति अस्ति। मीनाः, द्रोण्योः अत्र वचनं किं? द्रोण्योः द्विवचनं। जलम् इति प्रथमान्तं पदमस्ति, जलम् इति शब्दस्य प्रातिपदिकं किम्? जल। उत्तमं। जल, क्षम्यताम्, अहं जलम् इति उक्तवती, तत्तु दोषः। वयं पूर्वमपि भवती जानाति एव, अत्र जलम् इत्यस्मिन् अर्थे एव आपः इति पदमस्ति। वदतु। आपः चिन्ता मास्तु भगिनि, नित्यबहुवचनान्तशब्दः, तदर्थं पृष्टवती। अत्र अप् इति प्रातिपदिकमस्ति, पकारान्तशब्दः, नित्यबहुवचनान्तशब्दः। अत्र द्रोणी इति पदमस्ति, द्रोणी इत्यस्य अर्थः कः? द्रोणी इति बकेट् अथवा टब्। टब्, उत्तमं। वदतु। अपि च द्रोणी ह्रस्व यदा णी अस्ति तदा द्रोणस्य पत्नी अपि भवति खलु, द्रोणस्य पत्नी। तादृशार्थः किमर्थम् इति द्रष्टव्यमेव। अत्र वास्तविकतया तस्य अर्थः तु काष्ठात् निर्मितं पात्रं, जलाधारे कदली त्वक् आदिभिः निर्मितं पात्रं, जलार्थं कलशाकारपात्रविशेषः अम्बुवाहिनी। द्रोणी इति पदस्य प्रथमाविभक्त्यन्तरूपाणि वदतु एकवारं। द्रोणी, द्रोण्यौ, द्रोणीः। पुनः वदतु। नदी, नद्यौ, नद्यः। द्रोणी, द्रोण्यौ, द्रोण्यः। द्वितीयाविभक्त्यन्तरूपाणि? द्रोणीं, द्रोणी, द्रोणीः। किञ्चित् नदी शब्दवन्तेव रूपाणि, पुनः एकवारं श्रावयतु। नदीं, नदीं, नद्यौ, नदीः। उत्तमं। तर्हि द्रोणी, सोरि, द्रोणीं, द्रोण्यौ, द्रोणीः। उत्तमम्, उत्तमम्। ईकारान्त, चिन्ता मास्तु भगिनि, दीर्घ ईकारान्त स्त्रीलिङ्गपदमस्ति द्रोणी। द्रोणी, अग्रे वदतु। द्वितीये वाक्ये किं वैशिष्ट्यमस्ति वदतु। मीनाः नद्योः सन्ति. मीनाः, मीन इति प्रातिपदिकं पुंलिङ्गे अस्ति, प्रथमा विभक्ति, बहुवचनं. नद्योः सप्तमी विभक्ति, नदी प्रातिपदिकं. सन्ति अस् धातुः बहुवचनं, बहुवचनं प्रथमा पुरुष. उत्तमम्. इदं वाक्यं कर्तरि प्रयोगे अस्ति इति कथं ज्ञायते? अत्र कर्ता प्रथमविभक्त्यौ अस्ति, मीनाः इति. अपि च तत्र तु सप्तमी नदी, सप्तमी विभक्ति. तर्हि कर्तरिप्रयोगे कर्ता प्रथमा विभक्ति विभक्त्याम् अस्ति. उत्तमम्. इत्युक्ते अत्र मीनाः सन्ति इति लघु, तत्र तयोर्मध्ये सम्बन्धः अस्ति, मीनाः सन्ति, किन्तु कुत्र? नद्योः इति अत्र द्विवचनरूपं दत्तमस्ति. अत्र अस् धातुः अकर्मकधातुः अस्ति इति कृत्वा अस्मिन् वाक्ये कर्मपदं नास्ति. मीनाः सन्ति कुत्र? नद्योः. नद्योः. अग्रिमं वाक्यं, तैलं दर्व्योः अस्ति. तैलं, तैल इति प्रातिपदिकं नपुंसकलिङ्गे अस्ति. दर्वी प्रातिपदिकं, दर्व्योः सप्तमी विभक्तिः द्विवचनम् अस्ति. पुनः अस् धातुः पुनः कर्तरिप्रयोगे अस्ति, तैलं कर्ता अस्ति. दर्वी इत्युक्ते किम्? दर्वी इति इत्युक्ते लेडल्. लेडल्. उत्तमं. बिग् वुडन् लाड्ल् अथवा स्पून् इति वदामः. अत्र तैलम् इति पदमस्ति, तदेव जानामि, आयिल् इति. तिलात् जातं तैलं, तिलादि जातः स्नेहः. स्नेहः इत्युक्ते ग्रीसि स्टफ् इति अर्थः. तिलादि जातः स्नेहः तैलम् अथवा तिलस्य तत् सदृशस्य वा विकारः एव तैलम् इति अर्थः. इत्युक्ते तद्धितान्तपदम् इति वक्तुं शक्नुमः. यदा कदापि दर्वी इति पदं मम मनसि आयाति चेत् एकः श्लोकः अस्ति महाभारते, भवन्तः जानन्ति चेत् उत्तममेव, नो चेत् गूगल् कृत्वा पठन्तु. अहम् एकवारं श्लोकं वदामि. दर्वी इति पदस्य प्रसङ्गे बहु उत्तमः श्लोकः. इत्युक्ते महाभारते यक्षप्रश्नाः सन्ति, तेषु यक्षः युधिष्ठिरं पृच्छति. किं पृच्छति? महोदय, वार्ता का इति पृच्छति. वार्ता का इत्युक्ते वाट् इस् द न्यूस् टुडे. वार्ता का इति सः युधिष्ठिरं पृच्छति. तदा युधिष्ठिरः उत्तरं ददाति. कथम् इत्युक्ते, अस्मिन् महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन मासर्तुदर्वी परिघट्टनेन भूतानि कालः पचतीति वार्ता. युधिष्ठिरः वदति कालः भूतानि पचति. कालः भूतानि पचति. कथं पचति इति सः वदति. अत्र श्लोकः तु बहु सरलः एव. अस्मिन् महामोहमये कटाहे, कटाहः इत्युक्ते ह्यूज् वेसल्. अस्मिन् मोहमये कटाहे किं भवति? सूर्याग्निना रात्रिदिवेन्धनेन मासर्तुदर्वी परिघट्टनेन कालः भूतानि पचति इति वार्ता. What is the news? That's what Yaksha asks Yudhishthira. Then he says, this world is like a big, huge frying pan of illusion, of illusion. And the time, time is called Kalaha. Kala is cooking all the creatures with the fire of sun. And day and night as its fuel. And months and seasons are like ladle, and this is the news. Uttama. Ichukte atra asmin mahamohamaye katahe, katahaha ichukte huge vessel, सूर्याग्निना रात्रिदिवेन्धनेन, सूर्याग्निना तृतीया विभक्त्यन्तं रूपम् उपकरणं, रात्रिदिवेन्धनेन रात्रिः अपि च दिनं दिवा, दिवेन्धनेन मासस्तु दर्वी, मासाः अपि च ऋतवः दर्व्यः, तादृशरीत्या कालः भूतानि पचति, पचति एव पाकं करोति, परन्तु भक्षणं कः करोति अथवा का करोति न जाना न जानीमः भक्षणमपि विष्णु एव करोति खलु, तत्र अस्ति खलु भगवद्गीतायां. साधारणतया यदा कदापि वयं वार्ता का इति पृच्छामश्चेत् तत्र अद्य एतद् अभवत्, अद्य एतद् अभवत् तादृशरीत्या वयं सर्वे वदामः, किन्तु युधिष्ठिरः किम् अवदत्, युधिष्ठिरेण किम् उक्तम् इत्युक्ते सा एव वार्ता. अस्मिन् महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन मासर्तु दर्वी परिघट्टनेन भूतानि कालः पचतीति वार्ता इति. परिघट्टनेन इति अर्थः कः तत्र परिघट्टनेन? परिघट्टनम् इति लुडन्तपदमस्ति तत्र, इत्युक्ते मिक्सिङ्ग्. Mixing, okay, huh. So, it's like, okay, what we do with the ladle? Literally stirring it up, yeah. Stirring it up. So, in spite of knowing this, we all think we are going to live forever. Even if we hear the death news of somebody, people generally think, oh, somebody has died, I'm going to live for 20 more years or 30. They are so very confident in spite of that. But the very next moment, whether we are going to be there or not, it's so very uncertain. It can also mean that we are becoming denser, no? Like, denser in the sense, going deeper and deeper into whatever we are doing. So, it can also mean that. Because when you cook something, it becomes ripened, right? It becomes ready for bhakshanam. So, we are getting ready for something, perhaps. प्रकृतेरन्यतो भावो न कथञ्चित् भविष्यति. अग्नि कथमपि किमपि कथमपि जलं न भवति, सूर्य कथमपि चन्द्रः न भवति, एतावत् अहमपि नित्यः एव, तावदेव अहं ये चिन्तयामि, अहम् अनन्तः अमरः. Can you please fully give the meaning in English or Sanskrit? No object can leave its swabhava. No object can leave its swabhava. Mm-hmm. So Agni can never become non-Agni, ice can never become no ice, Surya can never become no to Surya, like that. We all cannot become nothing other than what we are, which is the Atma in us, which is Ajaraha, Amaraha, Nityaha. That is why we think that we will be living forever, because that is our Swabhava. Swabhava, Swarupa Tadeva. Right. But with Agnana. Yeah, but Maya. Maya. We think that aham deham. That is the reason why we have the feeling that we are dying. In fact, if you look at every night, we are abandoning this body. Yes. You have a state of bodilessness. Yes. That is what, when it happens for permanently, we call it as death. Because the body doesn't wake up, unless all we are dead, but we cannot say we have died because we don't come back to the body to say anything. That is the reason we should think. Because all what we if we associate ourselves with the body, then we associate with what the body experiences also. So asmad bhava, idanta bhava, aham idam. These two are the creation of maya and delusion. That is why we have the experience of the prapancha. Yes. Even while we experience the prapancha, our swabhava of ajara, amara, nityaha is innate. That is why we have the feeling that I'm not, it's not me who is dying. Yes, yes. And because our swabhava is that blissfulness, we all eagerly look forward to going to sleep. Because there in the deep sleep, we are going to experience our own swarupa for however little time it may be. That's why everybody looks forward to having a good sleep. Because then only in that experience we feel that. Very nice. There is one mantra. Trishudamasu yad bhogyam bhokta bhogascha yad bhavet tebhyo vilakshana sachi chinmatroham sadashivam. Trishudamasu means all the three states or all the three world. There are the triputi there. Bhogya, bhoga, bhoga, bhogyam, bhogascha. Yes. The experiencer, the experience and the experiencing. Tebhyo vilakshana sachi. I am a sakshi which is knowing that I am the experiencer. I know that I am experiencer. I know I am experiencing. I am also observing what is being observed. Yes. So that is why tebhyo vilakshana sachi chinmatroham sadashivam. Dhanyavadam mahodaya. Bhagini, bhavati atra chaturtham vakyam punah ekvaram patatu. Darshana mashti. मषि पुनः पूर्णयोः पूरण्योः अस्ति तत्र मषि पुनः स्त्रीलिङ्गे अस्ति मषि प्रातिपदिकं प्रथमाविभक्त्यौ प्रथमाविभक्त्यां पुनः पूर्णयोः इति रीफिल् इति अहं दृष्टवती रीफिल् तत्रापि सप्तमी द्विवचनं अस्ति उत्तमं मषि इति पदमस्ति मषीभाण्डम् इत्युक्ते इङ्क् बाटल् अत्र पुनः पूरणी अत्र पदमस्ति यथा नदी शब्दवत् अत्र पदानि सर्वाणि द्रोणी नदी दर्वी पूरणी पुनः पूरणी सर्वाणि पदानि स्त्रीलिङ्गपदानि दीर्घ ईकारान्तस्त्रीलिङ्गपदानि सन्ति अत्र पुनः पूरणी इत्यस्मिन् पदे विसर्गसन्धिः भवति चेत् रूपं भिन्नरीत्या भवति विसर्गसन्धिः विकल्पेन भवति इति कृत्वा एकं सूत्रमस्ति विसर्गसन्धेः सूत्रमस्ति कुप्वोः कः पौच इति एकं सूत्रमस्ति कुप्वोः कः पौच शोभा भगिनी एकवारं कुप्वोः कः पौच सूत्रं किं वदति वदतु आं भगिनि अस्तु तत्र कुप् कु पू इति नीत्वा कुप्वोः इति भवति कु इत्युक्ते कवर्गीयव्यञ्जनानि पू इत्युक्ते पवर्गीयव्यञ्जनानि इति विसर्गः अनन्तरं कवर्गीय पवर्गीय वा व्यञ्जनानि आगच्छन्ति चेत् तत्र उपद्मानीय अथवा जिह्वामूलीय विसर्गः भवति विकल्पेन इति मन्ये किल तत्र भाटसूत्रेषु तदेव विसर्जनीयस्य सः खरि कक पफेतु विसर्गः इति दत्तं तत्र कक क पफे एव एतत् सूत्रम् अपि कुक्कोः पौचा कार्यं करोति न तु अन्यानि व्यञ्जनानि कृते विसर्गात् परं कवर्गीयव्यञ्जनानि सन्ति चेत् अथवा विसर्गात् परं पवर्गीयव्यञ्जनानि पाफा तत्र केवलं काखा पाफा तत्र किं भवति भगिनि सर्वाणि व्यञ्जनानि नाम प्रसक्तिः अस्ति किन्तु न भवति एव तत्र निमित्तानि तादृशाः सन्ति तादृशानि अतः तत्र कार्यं हश् परे कार्यं न करोति एतत् सूत्रम् उत्तमम् इत्युक्ते एतावत् भाटसूत्रं परिशीलयामश्चेत् विसर्जनीयस्य सः खरी कखपाप्येतु विसर्गः इति सूत्रं कार्यं करोति नो चेत् अत्र अष्टाध्यायीं पश्यामश्चेत् तत्र कुप्वोः कः पौच इति एकं सूत्रमस्ति. तेन सूत्रेण विसर्गात् परं कख अस्ति चेत् तत्र जिह्वामूलीय वर्णादेशः भवति. तत्र तादृशस्य कृते एकं चिह्नमपि अस्ति, विशिष्टं चिह्नम् अस्ति. जिह्वामूलीयवर्णस्य निर्देशार्थं विसर्गस्य अर्धोच्चारणं भवति. इत्युक्ते यथा रामः पठति इति वाक्यम् अस्ति चेत् तत्र रामः पठति साधु रामः पठति, तत्र अर्धविसर्गोच्चारणं भवति इति कृत्वा उपध्मानीयवर्णादेशः उपध्मानीयवर्णादेशः भवति इति तत्र विषयः. किन्तु विकल्पेन भवति इति कृत्वा अत्र विसर्गसहितं रूपं दत्तमस्ति. एतावता अस्माकं पदं पुनः पूरणी अस्ति. उत्तमं, धन्यवादः भगिनि. गोमती भगिनी भवती पठतु. पठामि. चक्राणि स्यन्दनयोः सन्ति. चक्राणि चक्रं चक्रं चक्रे चक्राणि अकारान्त नपुंसकलिङ्गः बहुवचनरूपं प्रथमाविभक्ति. स्यन्दनयोः स्यन्दनं स्यन्दने स्यन्दनानि अकारान्त नपुंसकलिङ्गम्. अत्र स्यन्दनयोः सप्तमी विभक्तौ द्विवचनम् अस्ति. सन्ति असधातु अदादिगणे अस्ति. प्रथमपुरुष लट्लकार बहुवचनमस्ति. चक्राणि सन्दनयोः सन्ति. उत्तमम्. इत्युक्ते एतावत्पर्यन्तम् अस्माभिः किं दृष्टं? सर्वत्र पश्यन्तु, सर्वेषु वाक्येषु केवलम् अकर्मकक्रियापदमेव दत्तमस्ति एतावत्पर्यन्तम्. अपि च अत्र चक्राणि चक्राणि इत्युक्ते रथाङ्गम् इति वक्तुं शक्नुमः. रथस्य अङ्गं रथाङ्गं, रथाङ्गम् एव चक्रम्. अग्रिमं वाक्यम्. अश्रूणि नेत्रयोः सन्ति. अश्रूणि अश्रु अश्रूणि अश्रूणि तदपि नपुंसकलिङ्गमेव. नेत्रयोः नेत्रं नेत्रे नेत्राणि नेत्र अकारान्त नपुंसकलिङ्गः. अत्र सप्तमी द्विवचनरूपं. सन्ति असधातु प्रथमपुरुष द्विवचनं. अश्रूणि नेत्रयोः सन्ति. अश्रूणि इति पदमस्ति, बहुवचनरूपं दत्तमस्ति. अत्र अस्य पदस्य प्रथमाविभक्त्यन्तरूपाणि द्वितीयाविभक्त्यन्तरूपाणि एकवारं वदतु. अश्रूणि बहुवचनं. अश्रूणि एवं वा? उत्तमम्. इत्युक्ते अत्र वस्तु वस्तुशब्दवत् रूपाणि भवन्ति. वस्तु वस्तूनि वस्तूनि तथा एव अश्रु अश्रुणि अश्रूणि नपुंसकलिङ्गपदमस्ति इति कृत्वा द्वितीयाविभक्त्यां रूपं समानम् इति विषयः. अत्र अश्रूणि इति पदं मूर्धन्य णकारः श्रूयते. तथा एव नेत्रम् इति पदस्य प्रसङ्गे अपि केषुचित् स्थलेषु मूर्धन्य णकारः श्रूयते. एतावता अश्रुशब्दः ह्रस्व उकारान्त नपुंसकलिङ्गशब्दः. इत्युक्ते अश्रूणि नेत्राभ्यां पतन्ति. अश्रूणि इति पदम् अहं दृष्टवती. अश्नुते नेत्रम् इति अश्रूणि. तृतीयं वाक्यम्. अलङ्कारः द्वारयोः अस्ति. अलङ्कारः पुल्लिङ्गरूपं प्रथमाविभक्ति एकवचनं. द्वारयोः द्वारम् इति नपुंसकलिङ्गम्. अत्र सप्तमी विभक्ति द्विवचनं अस्ति. असुधातु पदादिगणं प्रथमपुरुष एकवचनं. अलङ्कारः द्वारयोः अस्ति. अलङ्कारः इत्युक्ते भूषणानि. उत्तमम्. अत्र अलङ्कारः इति पदं कथं लिखितमस्ति? अलङ्कारं कारः. अत्र अनुस्वारस्य परसवर्णं भूत्वा अलङ्कारः भवति. उत्तमम्. एतावत् अत्र द्वारम् इति पदमस्ति. द्वारम् इत्युक्ते गृहनिर्गमस्थानम्. चतुर्थं वाक्यं चित्राणि पुस्तकयोः सन्ति. चित्राणि चित्रं चित्रे चित्राणि नपुंसकलिङ्गमे चित्राणि प्रथमपुरुष बहुवचनं पुस्तकयोः द्वे पुस्तके सप्तमी विभक्ति द्विवचनं तदपि नपुंसकलिङ्गम् अकारान्त पुस्तक पुस्तकं पुस्तके पुस्तकानि सन्ति अस्तु धातु बहुवचनं प्रथमपुरुषं लट्लकारं चित्राणि पुस्तकयोः सन्ति. उत्तमम्. अत्र चित्र इति प्रातिपदिकमस्ति तथा एव पुस्तक इति प्रातिपदिकं किन्तु प्रथमाविभक्त्यन्तं रूपं चित्रम् अथवा पुस्तकम् अस्ति. अनन्तरं विमला भगिनी भवती करोतु. जनाः मार्गेषु गच्छन्ति. जनशब्द जनः पुल्लिङ्ग बहुवचन मार्गेषु प्रथमाविभक्ति न श्रूयते भगिनि. जनाः पुल्लिङ्गे प्रथमाविभक्त्यां बहुवचन मार्गेषु मार्गः एतदपि पुल्लिङ्ग इति मन्ये. मार्गेषु प्रथमविभक्ति सप्तमीविभक्तिषु प्रथमवचन न बहुवचन मार्गेषु मार्गे मार्ग मार्गेषु गच्छन्ति गम् धातुः बहुवचन. उत्तमं. पूर्वतनवाक्येषु द्विवचने दत्तमस्ति किन्तु अस्मिन् वाक्ये सप्तमीविभक्ति बहुवचनं दत्तमस्ति. जनः इति पदमस्ति. जनी प्रादुर्भावे इति जन् धातोः रूपमेव जनः जन् धातोः रूपं जायते अस्ति. अत्र प्रथमान्तं पदं किं मार्गेषु इत्यस्य मार्गः मार्गः. उत्तमम्. अकारान्त पुंलिङ्गशब्दः. अत्र लता भगिनी भगवद्गीतायां कति मार्गाः उक्ताः यथा अनेकानि अनेकानि मार्गाणि भक्तिमार्ग कर्ममार्ग अनेकानि कर्ममार्ग भक्तिमार्ग ज्ञानमार्ग दोस्त्री अद् मेन्. उत्तमम्. इत्युक्ते तत्र यद्यपि बहवः मार्गाः सन्ति तथापि भगवद्गीतायां तत्र भक्तिमार्गः ज्ञानमार्गः कर्ममार्गः एते त्रयः मार्गाः उत्तमाः इति उक्ताः सन्ति. नरकस्य द्वारमपि उक्तमस्ति खलु त्रिविधं नरकस्येदं द्वारन्नाशनमात्मनः क्रोध कामक्रोधस्तथा लोभः तस्मादेतत्त्रयं त्यजेत् इति. उत्तमम्. अत्र मार्गः इति श्रूयते. अत्र मार्गः इति पुंलिङ्गपदमस्ति. अत्र गम् धातुः रूपमेव गच्छति इति भगिनी उक्तवती एव. अग्रे सरतु भगिनी अग्रिमं वाक्यं पठतु. खड्गाः कोशेषु सन्ति. खड्गः इति प्रथमाविभक्ति. खड्गाः बहुवचने. कोशेषु कोशः इति पुल्लिङ्ग इति मन्ये. सप्तमीविभक्ति बहुवचन सन्ति अस्धातुः सन्ति उत्तमपुरुष बहुवचन. उत्तमं भगिनी. खड्गः इति पुंलिङ्गपदमस्ति. खड्गस्य प्रसङ्गे अन्यानि पदानि अपि सन्ति. कृपाणः इत्युक्ते खड्गः. करवालः इति असिः इति इत्युक्ते खड्गः एव. कोशः इति पदमस्ति. पश्यन्तु अत्र मूर्धन्यशकारयुक्तं पदं लिखितमस्ति कोशः. अत्र मूर्धन्यशकारः अस्ति किन्तु तालव्यशकारयुक्तं पदम् अपि अस्ति कोशः. तत्र द्वयोः अर्थः तु समानः एव. कोशः अथवा कोशः द्वयोः अर्थः समानः एव. इत्युक्ते तत्र प्रत्येकं खड्गस्य स्थापनार्थं कोशः आवश्यकः. प्रत्येकं खड्गः भिन्नकोशे स्थापयामः इति तत्र विषयः. तृतीयं वाक्यं भगिनि एकः प्रश्नः अस्ति भगिनि, गम् धातु सकर्मकधातु अस्ति न? उत्तमं, तत्र कर्मपदं नास्ति तत् वाक्ये? अस्माकम् इच्छानुगुणम् इत्युक्ते यदि भवती इच्छति चेत् कर्मपदं योजयितुं शक्यते. ओ ओके. यद्यपि धातुः सकर्मकधातुः तथापि कर्मपदम् अत्र नास्ति, अस्मिन् वाक्ये नास्ति. कर्मपदं योजयित्वा एकं वाक्यं रचयतु, अस्मिन्नेव वाक्ये कर्मपदं योजयतु. जनाः मार्गेषु गृहं गच्छन्ति, मार्गेषु. अग्रिमं वाक्यं पठतु. वानराः वृक्षेषु क्रीडन्ति. वानरः पुल्लिङ्ग, प्रथमविभक्त्यां वानराः इति बहुवचनं, वृक्षेषु अपि सत्त्वविभक्त्यां बहुवचन वृक्षः, क्रीडन्ति बहुवचन क्रीड्धातुः. उत्तमं. क्रीड्धातोः प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते अत्र क्रीड्धातुः अकर्मकधातुः. विहारे इत्यस्मिन् अर्थे क्रीड्धातुः भवति. वानरस्य अन्य नामानि वक्तुं शक्नोति वा? कपिः. उत्तमं. मर्कटः. कोऽपि वदतु. प्लवङ्गः. हरिः. हरिः. हरिः. हा उत्तमम्. इत्युक्ते हरिशब्दस्य एकः मृगः अपि शाखामृगः. उत्तमं. शाखामृगः. अत्र हरिः इति पदस्य एकः अर्थः वानरः इति पदस्य विषये, वने भवं फलादिकं राति. वने भवं फलादिकं राति इति अर्थः अस्ति. वानरशब्दस्य प्रसङ्गे वानरः कः इति पश्यामश्चेत्, वनसम्बन्धी फलादिकं राति गृह्णाति च, स एव वानरः. वानराः वृक्षेषु क्रीडन्ति इति विषयः. अग्रिमं वाक्यं. विचाराः ग्रन्थेषु भवन्ति. एतदपि विचारः पुल्लिङ्गे बहुवचनं, ग्रन्थेषु सप्तम्यां बहुवचनं, भवन्ति धातु बहुवचनं. भूसत्तायाम् इत्यस्मिन् अर्थे भूधातुः अस्ति. भूधातुः अपि अकर्मकधातुः एव. अत्र विचारः इति पदमस्ति. चिन्ता इति वक्तुं शक्नुमः? अत्र विचारः इत्युक्ते चिन्ता नास्ति भगिनी. अत्र वाक्यं पुनः पश्यतु. विचाराः ग्रन्थेषु भवन्ति. अत्र विचारः इति पदं कथं निर्मितम् इति पश्यामश्चेत्, वि उपसर्गपूर्वकः चर् धातुतः घञ् प्रत्ययस्य योजनेन विचारः इति पदं सिद्ध्यति. किन्तु विचारः इति पदस्य अर्थः बहुविशिष्ट अर्थः अस्ति. शब्दकोशं पश्यामश्चेत् तत्र विचारः इत्युक्ते किम्? विचारः इत्युक्ते यदा कदा सन्दिग्धावस्था भवति अथवा सन्दिग्धावस्थायां सन्दिग्धे सति वस्तुनः तत्त्वपरीक्षार्थं प्रमाणम् आधारीकृत्य यत् ज्ञानम् आवश्यकं तत् ज्ञानम् एव विचारः. इत्युक्ते वस्तुनः तत्त्वपरीक्षार्थं सन्दिग्धावस्थायां प्रमाणम् आधारीकृत्य निर्णयार्थं यत् ज्ञानम् आवश्यकं तत् ज्ञानम् एव विचारः इति उत्तमः अर्थः अस्ति तत्र. ग्रन्थेषु पदस्य प्रसङ्गे पुनः वदतु. ग्रन्थः पुंलिङ्गशब्दः. पुंलिङ्गशब्दः. उत्तमं भगिनी, धन्यवादः. अनन्तरं सूर्यकुमारी भगिनी भवती वदतु. सर्पाः शाखासु सञ्चरन्ति. सर्पः पुल्लिङ्ग बहुवचनं, शाखासु स्त्रीलिङ्ग सप्तमी बहुवचनं, सञ्चरन्ति बहुवचनं क्रियापदं, सर्पाः सञ्चरन्ति. उत्तमम्. अत्र सञ्चरन्ति इति सकर्मकः एव, किन्तु अत्र कर्मपदं नास्ति. सर्पः इति पदमस्ति. सर्पः इत्यस्मिन् प्रसङ्गे भुवादिगणे एकः धातुः अस्ति. गमनार्थे एव गत्यर्थकधातवः बहवः धातवः सन्ति. गत्यर्थकधातवः इत्युक्ते गच्छति, चलति, अटति, भ्रमति इत्यादीनि क्रियापदानि सन्ति. एते सर्वे धातवः गत्यर्थकधातवः. तादृशधातुः एव सर्पति. केवलं गमनार्थे एव भुवादिगणे बहवः धातवः सन्ति. तेषु अन्यतमः एव सर्पति अस्ति. गुणकार्यं भवति वा भगिनि? सृप् बिकम्स् सर्प्. गुणकार्यं भवितुं भुवादिगणे अस्ति भगिनि. शोभा भगिनि वदतु, गुणकार्यं भवितुं धातुः कीदृशः धातुः भवेत्? धातुः कीदृशं तत्र अन्ते अन्ते स्वरः तत्र प्रत्यये पकारः भवनीयम्. सूर्यकुमारी भगिनी भवती वदतु, अत्र भुवादिगणे धातुः अस्ति, तत्र गुणकार्यं भवितुं कीदृशः वर्णः धातोः अन्ते भवति चेदेव तत्र गुणकार्यं भवति भुवादिगणे? ओ, उपधायाम् इक् अस्ति चेत् अपि च इगन्त अस्ति चेत् भगिनी, क्षम्यताम्. अपि च अन्ते अन्ते दीर्घस्वरः अस्ति. तर्हि सार्वधातु आर्धधातुकयोः एकः गुणः भवति भवति सूत्रं. किन्तु मम प्रश्नः तु धातुः कीदृशः धातुः भवेत्. शोभा भगिनी उक्तवती एव, धातुः इगन्तधातुः भवेत्. इगन्तधातुः इत्युक्ते इक् प्रत्याहारस्थवर्णः धातोः अन्ते भवति चेदेव भुवादिगणे गुणः भवति. अथवा उपधायां ह्रस्व उकारः, ह्रस्व ऋकारः, ह्रस्व ईकारः अस्ति चेत् तदापि गुणकार्यं भवति. किन्तु धातोः अन्ते इक् वर्णः भवेत् इत्युक्ते इगन्तधातुः भवेत्. पुगन्तलघुपथस्य च इत्युक्ते उपधायां कीदृशवर्णः भवेत् इति भिन्ना वार्ता. इत्युक्ते तत्र नियमद्वयमस्ति. प्रथमनियमः अस्ति धातुः इगन्तधातुः भवेत् चेदेव गुणः भवति. अथवा उपधायां ह्रस्व इक् वर्णः अस्ति चेदपि तत्र गुणकार्यं भवति. किन्तु अत्र धातुः सृप धातुः अस्ति, सर्पति. अपि तत्र शाखा इति आकारान्तस्त्रीलिङ्गपदमस्ति. किन्तु अहम् एकम् अन्यत् पदं वदामि, शाखी. भवन्तः श्रुतवन्तः वा शाखी इत्युक्ते? शाखी वृक्षः, वेदानां शाखी अस्ति सः शाखी. उत्तमम्. इत्युक्ते यस्य शाखाः सन्ति सः शाखी. शाखी इत्युक्ते वृक्षः. तत्र नकारान्तपदं भवति, तस्य प्रातिपदिकं शाखिन् इति भवति. प्रथमान्तं रूपं शाखी, यथा गुणी शब्दवत् रूपाणि भवन्ति. सञ्चरन्ति इत्यस्मिन्नपि परसवर्णादेशः अभवत्. अग्रिमं वाक्यं वदतु. वार्ताः पत्रिकासु सन्ति. वार्ता अकारान् वार्ता अकारान्तस्त्रीलिङ्ग वार्ताः श्री अकार आकारान्तस्त्रीलिङ्गपदं बहुवचनं. पत्रिकासु पत्रिका अपि आकारान्त स्त्रीलिङ्गपदं. पत्रिकासु बहुवचनं सप्तमी विभक्तिः. सन्ति असुधातु धातस्य धातोः सप्तमी. धातोः धातोः सप्तमी रूपम्. अपि च अत्र वार्ता इति आकारान्तस्त्रीलिङ्गपदम्. अत्र पश्यन्तु, वार्ताः पत्रिकासु सन्ति. युधिष्ठिरः किम् उक्तवान्? वार्ताका इत्यस्य प्रसङ्गे सः बहु उत्तमम् उत्तरं दत्तवान् इति विषयः. किन्तु कक्षायाः अनन्तरं भवन्तः गूगल् कृत्वा पश्यन्तु, नो चेत् अहं प्रेषयामि, श्लोकं प्रेषयामि. तृतीयं वाक्यं, सिंहाः गुहासु सिंहाः गुहासु वसन्ति. सिंहः अकारान्तपुल्लिङ्ग बहुवचनं. सिंहाः गुहासु गुहा रेफः अस्ति वा न? गु गु गु एव गुहा गुहा स्त्रीलिङ्ग आकारान्त सप्तमी बहुवचनं वसन्ति बहुवचनं क्रिया बहुवचनं वस् धातो धातोः बहुवचनं क्रियापदम् उत्तमम्. अत्र सिंहः इति पुंलिङ्गपदमस्ति, किन्तु स्त्रीलिङ्गे वक्तुम् इच्छामश्चेत् सिंहि, स्त्रीलिङ्गे सिंही भवति. सिंहद्वारम् इति साधारणतया वयं शृणुमः, सिंहद्वारम् इति समस्तपदमस्ति. तत्र विग्रहवाक्यं कथं वक्तव्यम् इत्युक्ते, सिंहचिह्नितं द्वारं, सिंहचिह्नितं द्वारं. तत्र चिह्नितम् इति अन्यत्पदं मध्ये आयाति इति कृत्वा तत्र मध्यमपदलोपी कर्मधारयसमासः भवति. अत्र गुहा इति आकारान्तस्त्रीलिङ्गपदमस्ति, एकः धातुः अस्ति भुवादिगणे एव, गुहासंवरणे इत्यस्मिन् अर्थे. तस्य रूपं गुहति गुहते इति रूपाणि सन्ति, गुहति गुहते. एतावत् संस्कृतभाषायां बहूनि पदानि धातुतः निष्पन्नानि. भुवादिगणे बहवः धातवः सन्ति, तेषु केचन धातवः सामान्यधातवः, अन्ये केचन धातवः विशिष्टधातवः. तादृशरीत्या एव अत्रापि गुहधातुः विशिष्टधातुः, भुवादिगणीयधातुः. तत्र ऊदुपधाया गोहः इति सूत्रेण तत्र कार्यं भवति. अत्र पश्यन्तु, धातुः गुह अस्ति चेत् तस्य रूपं गूहते भवति, इत्युक्ते तत्र दीर्घत्वं सिध्यति, दीर्घत्वं विशिष्टसूत्रेण सिध्यति. एतावता गूहते इति क्रियापदं भुवादिगणीयक्रियापदम् अस्ति. अपि च अस्मिन् वाक्ये वस् धातुः अस्ति, वस् धातुः अपि अकर्मकधातुः एव. वस् धातोः प्रसङ्गे बहुविशिष्टकार्याणि भवन्ति. वस् धातोः रूपं क्तान्तरूपं पश्यामश्चेत् उषितः, क्तवत्वन्तरूपं पश्यामश्चेत् उषितवान्. तत्र सम्प्रसारणं नाम्ना एकं विशिष्टं कार्यं भवति, इत्युक्ते वकारस्य स्थाने उकारः आयाति इति कृत्वा. इत्युक्ते एतावता वस् धातुः सम्प्रसारणी धातुः, तादृशविशिष्टधातुः वस् धातुः. एतावता वाक्यम् अकर्मकवाक्यं, धातुः अकर्मकः अस्ति इति कृत्वा. अग्रिमं भगिनि, वच् धातुः अपि उत्तमं भगिनि. वच् धातुः अपि उक्तवान्, उक्तः इत्यादीनि केचन धातवः सन्ति, तेषु सम्प्रसारणं नाम्ना एकं विशिष्टं कार्यं भवति. अन्तिमवाक्यं, छात्राः वाटिकासु विहरन्ति. छात्राः पुल्लिङ्ग बहुवचनं, प्रथमाविभक्तिः. वाटिकासु, वाटिका स्त्रीलिङ्ग सप्तमी बहुवचनं, वाटिकासु विहरन्ति. विहरन्ति क्रियापदं, उपसर्गपूर्वः पूर्व हर धातु भगिनि, हृधातु. पूर्वम् अस्माभिः चिन्तितं खलु, अत्र विहरति छात्रः, छात्रः विहरति कुत्र, वाटिकायां. एकवचने वाक्यं लिखामश्चेत् छात्रः वाटिकायां विहरति. अत्र विहरति पदनिर्माणं कथं भवति वदतु. वि उपसर्गः, रु धातुः, किं प्रत्यय. अत्र शोभा भगिनी एकवारं विहरति वदतु. आं भगिनि, तत्र वि उपसर्गपूर्वक हृ धातुः तिङ्प्रत्ययः एव. हृ इत्यस्य गुणः भूत्वा हर् इति भवति, नन्तरं वर्णमेलनेन विहरति इति भवति. उत्तमम्. इत्युक्ते अत्र हृ धातुः ह्रस्व ऋकारान्तधातुः, तत्र ऋकारान्तधातुः अथवा यथा मया पूर्वम् उक्तम् इगन्तधातुः इत्युक्ते धातोः अन्ते इक् वर्णः अस्ति, ऋकारः इक् प्रत्याहारस्थवर्णः, अपि च अयं धातुः हुरुधातुः भुवादिगणे अस्ति इति कृत्वा शप् इति विकरणप्रत्ययः अस्ति इति कृत्वा भुवादिगणे अस्ति इत्यतः गुणकार्यं भूत्वा ऋकारस्य स्थाने अर् आयाति, हृ हर् भवति, हर् योगः शप् इत्यस्मात् शकारपकारयोः लोपानन्तरम् अकारः तिष्ठति, तदनन्तरं वर्णमेलनं, वियोगः हर् योगः आयोगः ति विहरति इति एकवचनरूपं सिद्ध्यति। अयं धातुः भुवादिगणीयधातुः, छात्रः इत्यस्मिन् प्रसङ्गे पूर्वस्मिन् वर्गे वयं दृष्टवन्तः। भगिनि एकं प्रश्नं, छात्रः वदतु, छात्रा त्रिषु लिङ्गेषु वर्तते वा? छात्रः, छात्रा, छात्रं? कल्पत्रुमे दिष्टमस्ति छात्रं, क्लीबं, क्लीब, क्लीबशब्दं कल्पत्रुमे इति कृत्वा मया संशयः प्रश्नः। छात्रः, छात्रः, छात्राः पुल्लिङ्ग स्त्रीलिङ्ग, छात्रम् इति कल्पद्रुमे दत्तमस्ति इति कृत्वा मया संशयः जातः कि कुत्र तस्य प्रयोजनमस्ति इति। अत्र छात्रः इत्युक्ते शिष्यः, शिष्यः इत्यस्मिन् अर्थे अहं केवलं पुंलिङ्गे छात्रः, स्त्रीलिङ्गे छात्रा इति एव श्रुतवती, किन्तु नपुंसकलिङ्गे छात्रम् इति पदम् अस्ति वा? अस्ति चेत् तस्य अर्थः भिद्यते वा इति द्रष्टव्यम्। नपुंसकलिङ्गे छात्रम् इस् हनी, कोश तत्र दत्तमस्ति कोशायां, किन्तु अत्र शिष्यः इत्यस्मिन् अर्थे पुंलिङ्गे स्त्रीलिङ्गे एव अहं श्रुतवती, किन्तु नपुंसकलिङ्गे अपि अस्मिन्नेव अर्थे तस्य प्रयोगं कुर्मः वा इति चिन्तनीयम्। शिष्य इति अर्थं तत्र नागच्छति इति मन्ये भगिनी, यथा भवती उक्तवती नपुंसकलिङ्गे वरटि छत्रसम्भवं मधु इति दत्तम्, अपि च गुरुत्व इति अपि दत्तं, गुरुत्वम् अर्थं न जानामि, किन्तु छात्रः छात्रा इति अर्थे न भवति इति मन्ये। छात्रः इति आप्ते डिक्षनरि में दत्तं, छत्रं गुरोः वैगुण्यावरणं शीलम् अस्य, गुरोः दोषाणाम् आवरणं तत्शीलम् अस्य इत्युक्ते तादृशं शीलम् अस्य अस्ति। कीदृशं शीलम् अस्ति? गुरोः दोषाणाम् आवरणं तच्छीलं, तस्य शीलं, तस्मिन् अर्थे छात्रः अपि च स्त्रीलिङ्गे छात्रा इति अहं श्रुतवती, किन्तु अहं न जानामि छात्रम् इति पदमस्ति वा। अस्तु भगिनि, धन्यवादः। विहरति इत्यस्मिन् पदप्रसङ्गे भवन्तः जानन्ति एव, केवलं पुनःस्मरणार्थं वदामि, विहारः, आहारः, संहारः, अपहारः, उपहारः, प्रतिहारः, प्रत्याहारः, परिहारः, उत्तमं भगिनि, परिहारः इत्यादीनि पदानि हृधातोः रूपाणि एव। वदतु, उपसर्गस्य डेफिनेशन् अस्ति किल, उपसर्गात् धात्वार्थः अन्यत्र नीयते, विहार, आहार, संहार, two more words come, I'm forgetting that. It's a karaka to remember what upasarga is. Uttamam, uttamam bhagini. Something comes. Dhanyavadah. Anantram agre sarema. Prashna asti bhagini. Vadatu. Vanaraha iti bhavasya vigraha vakyam dattam iti manne. Vane bhavam phaladikam grhnati iti ek shabdha. अन्यत् राति इति शब्दः भवत्या उपयुक्तः अस्ति, राति, राति इति क्रियापदमेव, राति, राति अदादिगणीय क्रियापदं, गृह्णाति राति मीनिङ्ग् इस् टु ईट् वा भगिनि? इत्युक्ते राति इत्युक्ते गिव् आर् ग्राण्ट् इत्यस्मिन् अर्थे, दाने इत्यस्मिन् अर्थे. प्रिया भगिनी भवती वदतु. अराः चक्रेषु सन्ति. अत्र अरः अहं मन्ये पुल्लिङ्गपदम्. अराः चक्रेषु सन्ति. चक्रं नपुंसकलिङ्गपदं, सप्तमी विभक्ति चक्रेषु सन्ति अस्धातु बहुवचनरूपं. माधुर्यं फलेषु भवति. अत्र माधुर्यं अहं चिन्तितवती नपुंसकलिङ्गपदमेव. फलेषु फलं पदं सप्तमी विभक्ति बहुवचनरूपं फलेषु भवति. भूधातु एकवचनरूपं भवति. मृगाः वनेषु भवन्ति. अत्र मृगः पुल्लिङ्गपदं बहुवचनरूपं मृगाः. वनं सप्तमी विभक्ति बहुवचनरूपं वनेषु भवन्ति. अत्र भूधातु बहुवचनरूपं भवन्ति. उत्तमम्. अत्र अरः इति पदमस्ति, इत्युक्ते किम्? अरः इत्युक्ते अहम् आङ्ग्लभाषायां वदामि भगिनि, स्पोक्स् अहं चिन्तितवती. उत्तमं. स्पोक्स् आफ् ए वील्. कालचक्रं पश्यामश्चेत् तत्र द्वादश अराः सन्ति अत्र. अपि च अत्र अरः इत्युक्ते किम् इति अहं दृष्टवती. चक्रस्य नाभिनेत्रयोः मध्ये द्वादश काष्ठाः सन्ति, ते एव अराः. इत्युक्ते स्पोक्स् आफ् ए वील् इति वदामः. अरः इयर्ति गच्छति अनेन अरः. इयर्ति, इयर्ति इति क्रियापदं, तत्र रु इति धातुतः निर्मितं क्रियापदम्. इयर्ति गच्छति अनेन अरः. चक्रस्य अराः सन्ति, चक्रे अराः सन्ति. अपि च अत्र माधुर्यम् इति पदमस्ति. माधुर्यं मधु, मधुपदस्य ष्यन् प्रत्यय भगिनि. उत्तमं. मधुरस्य भावः. उत्तमं. मधुरस्य भावः माधुर्यं. ष्यञ् इति एकः प्रत्ययः अस्ति, तद्धितान्तं पदं. मधुरा इति प्रातिपदिकात् निर्मितं पदं माधुर्यम् इति. माधुर्यं फलेषु भवति. तादृशानि पदानि, अन्यानि पदानि किञ्चित् वदामि. तत्र उन्नतस्य भावः औन्नत्यम्. औन्नत्यम्, औन्नत्यम्. उन्नतस्य भावः औन्नत्यम्. उचितस्य भावः औचित्यम्. सुन्दरस्य भावः सौन्दर्यम्. ईश्वरस्य भावः ऐश्वर्यम्. एकस्य भावः ऐक्यम्. ऐक्यम्. शूरस्य, शूरस्य भावः शौर्यम्. शौर्यम्. उत्तमम्. धीरस्य भावः धैर्यम्. धैर्यम्. सरलस्य भावः, सरलस्य भावः सारल्यम्. सारल्यम्. सारल्यम्. सारल्यम्. पृथक् इत्यस्य भावः पृथक्. पृथक् योगः य. पृथक् पृथक्यम् पार्थक्यम्. उत्तमम्. पार्थक्यं. पृथक् इत्यस्य भावः पार्थक्यम्. एतानि पदानि तद्धितप्रत्ययान्तानि. इत्युक्ते एतेषु पदेषु शञ् इति एकः प्रत्ययः अस्ति. एतावता मधुरस्य भावः माधुर्यं. माधुर्यं फले भवति. मृगः इति पदमस्ति, पशुविशेषः. तत्र मृगयते, मृगयते इत्युक्ते अन्वेषयति इत्यस्मिन् अर्थे. मृगयते अथवा अन्वेषयति तृणादिकम् अरण्ये इति मृगः. मृगाः कुत्र भवन्ति? वनेषु भवन्ति इति विषयः. वनं, वनम् इत्यस्मिन् अर्थे अन्यानि पदानि वदतु भगिनि. अरण्यम्. उत्तमम्. काननं. काननं. अरण्यं, काननं, विपिनं, विपिनम् उत्तमं तथा एव. अनन्तरं सुजाता भगिनी भवती पठतु अग्रे किमस्ति. आं भगिनि, अङ्गुलीयकानि अङ्गुलीषु सन्ति. अङ्गुली स्त्रीलिङ्गे अस्ति. अङ्गुली अत्र किं ज्ञातव्यम् इत्युक्ते अङ्गुलिः हस्तईकारान्तपदमपि अस्ति, अपि च दीर्घ ईकारान्तपदमपि अस्ति. अङ्गुली ह्रस्व ईकारान्तपदमपि अस्ति, दीर्घ ईकारान्तपदमपि अस्ति एकस्मिन् एव अर्थे. अङ्गुलिः अङ्गुली अङ्गुली अङ्गुल्यौ अङ्गुल्या अङ्गुलीषु सप्तमी विभक्ति बहुवचनं सन्ति. अस् धातोः बहुवचनं सन्ति क्रियापदमस्ति. अत्र अङ्गुलीयकम् इति पदमस्ति. अङ्गुलीयकम् अङ्गुलीयकानि. अत्र अङ्गुलीयकम् इत्युक्ते अङ्गुलीयकं रिङ्ग्, अङ्गुल्याः आभूषणम्. अङ्गुल्याः आभूषणम् आपणाः वीथीषु सन्ति. आपणः प्रथमाविभक्ति एकवचनं, आपणाः बहुवचनम् अस्ति. वीथीषु वीथि सप्तमी विभक्ति बहुवचनं, वीधि वीधिषु सन्ति. अस् धातोः बहुवचनं सन्ति. अत्र आपणः आपणः इत्युक्ते शाप् शाप्. विपणिः इत्युक्ते विपणिः मार्केट् मार्केट्. अत्र पश्यन्तु आपणः इति अकारान्त पुंलिङ्गपदमस्ति, किन्तु विपणिः विपणी तत्र पदद्वयमपि अस्ति. विपणिः इति पदमस्ति अथवा विपणी इति पदमपि अस्ति. वीथिः इति एकं पदमस्ति. वीथी इत्युक्ते एतावता ह्रस्व ईकारान्तपदं दीर्घ ईकारान्तपदमपि अस्ति, समानार्थकपदद्वयमेव वीथिः वीथि. उच्चारणस्य कीदृशमहत्त्वमस्ति संस्कृतभाषायां पश्यन्तु. विधिः तत्र धकारः, तवर्गे चतुर्थव्यञ्जनमस्ति. विधिः इत्युक्ते कर्तव्यम् इति अर्थः. किन्तु वीथिः वीथिः थकारः लेखनीयः इत्युक्ते तवर्गीयव्यञ्जनं थकारः लिखितमस्ति. किन्तु धकारयुक्तं पदमेव विधिः. आपणः इत्युक्ते वस्तुविक्रयशाला. हंसाः वापीषु तरन्ति, वदतु. हंसाः हंसाः हंसाः वापीषु सप्तमी विभक्ति बहुवचनमस्ति. तरन्ति तृधातुः तरन्ति क्रियापदमस्ति. उत्तमम्. अत्र त्रू धातुः दीर्घरूकारान्तधातुः, दीर्घरूकारान्तधातुः कथम् इत्युक्ते त्रू इति रूकारः दीर्घरूकारः अस्ति. इत्युक्ते त्रू धातुः अपि इगन्तधातुः एव, अपि च भुवादिगणे अस्ति इति कृत्वा गुणकार्यं भवति. वदतु. गुणकार्यं भवति. तर् तर् अस्ति. तर् योगः शप् योगः ति अकार एव तिष्ठति. शकारपकारयोः लोपः भवति. तरन्ति तरति वा. उत्तमम्. अत्र वापी इत्युक्ते किं? वापी पाण्ड् कूपः कूपः जलाशयः जलाशय वेर वन साइड ऑफ द जलाशय विल बी स्लोप्ड फॉर एनिमल्स टू बी टेकन फॉर ड्रिंकिंग वाटर एंड बेथिंग. Tataka is a slope all over, all around. दट् इस् वापीकूपतटाक उत्तमं वापीकूपतटाकाः एकदा श्रुतवती अत्र सप्तसन्तानानि इति कृपया एकवारं वदतु महोदय दट् एस् ए जेस्चर् आफ् नो पर what is there for gifting or giving in the form of a well-wisher as a having child, one of the thing which is made told is to make a vapi so that both human beings and animals can have water access. The other one is to make a rest house on for the panthin for the wayside, and then there the third one is I don't know what you call it in English. It is for those who are carrying load. Without bending down, they can place the load on top of a platform type of a thing with the two legs. And there is one word for athani. Athani is one word, but in Sanskrit what it is called, I don't know. I'll have to check that. It is a stone, a pillar, but with two pillars supporting one flat one, but the height of that will be about 5 feet only, so that the head load can be rested onto that pillar, onto the flat surface, without, you know, so that you don't need anybody else to lift it to put again on your head. So these are the three social service. If you have a child, you can gift it to the world. That is what is in that particular sloka. धन्यवादः महोदय. उत्तमम् इत्युक्ते वापीकूपतटाकादीनां निर्माणम् उत्तमम् इति तत्र विषयः अस्ति. अत्र हंसः इति पदमस्ति. हंसः इत्युक्ते पक्षिविशेषः. आल्सो ऐ रिमेम्बर् ए श्लोक अनन्दवेदा बहुवेदितव्यं स्वल्पश्च काला बहवश्च विघ्ना यत्सारभूतं स तु उपासितव्यं यथा हंसं क्षीराम्बुमिश्रम्. Uttamaha shloka. Also, Hamsaha, when you reverse the letters, it becomes so hum. Because Saha is Visarga Sandhi, after Visarga Sandhi, so it becomes, no? So, Hamsaha, when reversed, it is Soham. Soham is Aham Brahmasmi, that highest truth that Gnani reaches, no? Then he will have that Soham Bhava. That is Saha Aham. And they also say that is so natural in the Swarupa of us. That's why when we breathe, no? Like that, every breath of us is a Soham breathing pattern, they say. Soham ityasmin pade visarga santihi bhavati. Kopi vadati va, tasmin prasange? Saha plus aham. Because of a, that visarga goes off and ukara comes and also purva rupa sandhi that a goes off and avagraha chinha comes there. Uttamam tadeva ichukta tadra. Sorry, I can't explain the sutra and all, I don't know. Pavati tadanantram guna sandhi hi api bhutva okara hayati tadanantram purva rupa sandhi hi api bhavati tadardhameva tasmin pade avagraha chinham स्थापयामः. यदा वयं लिखामः सोऽहम् इति लिखामः तत्र तस्मिन् पदे अवग्रहचिह्नं दृश्यते. अनन्तरं पञ्चषष्टितमं पुटं प्रति गच्छेम. महोदय भवान् पठतु. अरविन्दमहोदय अत्र किं लिखितमस्ति? रूपाणि पूरयताणि पूरयतु. यदोदाहरणं पूरयतः अकारान्तपुल्लिङ्गशब्दाः उदाहरणं ग्रन्थः ग्रन्थे ग्रन्थयोः ग्रन्थेषु देह देहे देहयोः देहेषु जनः जने जनयोः जनेषु यत्न यत्ने यत्नयोः यत्नेषु कालः काले कालयोः कालेषु इकारान्तपुल्लिङ्गशब्दाः अग्निः अग्नौ अग्नयो अग्निषु मुनिः मुनौ मुनयो मुनिषु राशिः राश्यो राश्यौ अग्नियोः मुन्योः राश्योः इति राश्योः राश्योः राश्यो राशिषु गिर्योः गिर्यौ गिर्योः गिरिषु. उत्तमम्. अत्र पश्यन्तु, अग्निः मुनिः राशिः गिरिः एतानि पदानि ह्रस्व इकारान्तपदानि. तत्र किञ्चित् भ्रमः जायते एव. तत्पदं किं पुंलिङ्गपदं भवति वा स्त्रीलिङ्गपदं भवति वा, कुत्रचित् भ्रमः जायते एव. किन्तु अभ्यासेन वयं स्मर्तुं शक्नुमः. किन्तु इमानि पदानि इकारान्तपुंलिङ्गपदानि, अग्निः राशिः गिरिः. अग्रे पठतु. उकारान्तपुल्लिङ्गशब्दाः गुरु गुरौ गुर्वो गुरुषु, असुः असौ अश्वो असुषु, इषुः इषुहौ इषौ इष्वोः इषुषु, बाहु बाहौ बाहो बाहुषु, बाहोः गुर्वोः बाहोः बाहुषु. उत्तमं. गुर्वोः अश्वोः इष्वोः बाह्वोः इति रूपाणि भवन्ति. अत्र असुः इत्युक्ते प्राणाः. असुः इत्युक्ते प्राणः इति अर्थः अस्ति. इतोपि कानिचन पदानि सन्ति, भवान् एव पठतु महोदय. ऋकारान्तपुल्लिङ्गशब्दाः कर्ता कर्तरि कर्ते कर्तरि कर्त्रो कर्त्रो कर्तृषु, पिता पितरि पित्रोः पितृषु, योद्धा योतरि योद्रो योद्धोः योधुषु, दाता दातरि दात्रो दातृषु. अत्र पश्यन्तु, योद्धा शब्दस्य ऋकारान्तं न ऋकारं न पश्यति. योद्र योद्र योद्र योदरि योदरि इति भवति वा? योद्रोः योधृषु योद्रोः योधृषु. भगिनि तत्र कर्ता शब्दे द्विवचने कर्त्रोः कर्त्रोः त्रोः. उत्तमम्. इत्युक्ते डिफरेंस ना, नॉट कर्त्रोः और समथिंग. आई हर्ड, सॉरी कर्त्रोः. फर्स्ट आई मेड अ मिस्टेक. कर्त्रोः, देन ओनली आई सेड कर्त्रोः. दैट कर्त्रोः अर्कावर्तिकं ना. ऋकार कर्ता. उत्तमम्. एतावत् अत्र ऋकारान्तपदमस्ति कर्ता, किन्तु अस्य प्रातिपदिकमस्ति कर्तृ पिता पितृ योधृ धातृ. धा धातोः रूपमेव धाता. इमानि पदानि तृच् प्रत्ययान्तरूपाणि. अत्र तृच् इत्यस्मिन् प्रसङ्गे चकारस्य लोपः भवति, तृ एव अवशिष्यते. धातुतः निर्मितं पदम् इदं, क्रू धातुतः कर्ता. किन्तु पिता इति पदं भिन्नरीत्या निर्मितं. तत्र योधृ युद्धधातोः रूपमेव. युद्धधातुः उदुपदधातुः. युद्धधातुतः तृच् प्रत्ययस्य योजनेन कृदन्तपदं कृदन्तपदं योद्धा. तस्य प्रातिपदिकं योधृ. हौ डु वी मेक् डिफरेन्स् बिट्वीन् शत्रञ्च एण्ड् तृच्? महोदय, शत्रञ्च एण्ड् शृतृच्. शत्रन्तरूपाणि भिन्नानि. तत्र शत्रन्तरूपाणां पुंलिङ्गरूपेषु गच्छन् खादन् पठन् इत्यादीनि रूपाणि पुंलिङ्गे शत्रन्तरूपाणि. किन्तु शत्रन्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. शत्रु इति एकः प्रत्ययः अस्ति. शत्रु शत्रु इत्यस्मिन् प्रत्यये अवशिष्टभागः कः इति पश्यामश्चेत् वदतु. सूर्यकुमारी भगिनी वदतु. प्रत्ययस्य रूपम् अत् इति तत्र अवशिष्टभागः अस्ति. तदर्थमेव शत्रप्रत्यये अत् इति अवशिष्टभागः अस्ति. शत्रन्तरूपाणां प्रातिपदिकं तकारान्तप्रातिपदिकं सिद्ध्यति. किन्तु तृच् प्रत्ययस्य योजनेन प्रातिपदिकं ऋकारान्तप्रातिपदिकं सिद्ध्यति. शत्रन्तरूपेषु तकारान्तप्रातिपदिकं पुंलिङ्गे पठत् इति प्रातिपदिकं, किन्तु प्रथमाविभक्त्यन्तं रूपं पठन् इति भवति. इत्युक्ते शत्रन्तरूपाणि भिन्नानि किन्तु तृजन्तरूपाणि भिन्नानि. तृच् प्रत्ययस्य योजनेन कर्तृपदम् इत्युक्ते कर्ता, धाता, दाता इत्यादीनि रूपाणि, योद्धा इत्यादीनि रूपाणि भवन्ति. एतावता इमानि पदानि तृजन्तरूपाणि. पश्यन्तु, साधारणतया यदा कदापि वयं लिखामः कर्तरीप्रयोगः, तत्र एतादृशरीत्या एव लेखनीयं. कर्तरि इत्युक्ते कर्ता शब्दस्य सप्तमीरूपं कर्तरि, कर्तरिप्रयोगः. तथा एव कर्मणि प्रयोगः, कर्मा इति नकारान्तपदमस्ति. कर्मा इति शब्दस्य सप्तमीरूपं कर्मणि, कर्मणि प्रयोगः, कर्तरिप्रयोगः इति भवति. अग्रे पठतु. आकारान्त स्त्रीलिङ्गशब्दाः. सेना, सेनायां सेनयोः सेनासु. गीता, गीतायां गीतयोः गीतासु. अम्बा, अम्बायाम् अम्बयोः अम्बासु. अम्बासु, उत्तमं, धन्यवादः महोदय. अनन्तरम् अरुणभगिनी भवती पठतु, अग्रिमपुटे किमस्ति. इकारान्तस्त्रीलिङ्गशब्दाः. श्रुतिः, श्रुत्यां श्रुत्योः श्रुतिषु. गतिः, गत्यां गत्योः गतिषु. अत्र श्रुतिः, गतिः इमानि पदानि कीदृशानि? ह्रस्व इकारान्त त्रिलिङ्गशब्दाः. उत्तमम्. अत्र श्रु धातुः अस्ति. श्रु धातोः रूपं सरति. वयं सर्वे जानीमः श्रु धातुतः क्तिन् प्रत्ययस्य योजनेन श्रुति इति पदं सिद्ध्यति. क्तिन् क्तिन् प्रत्ययः इति वदामः. अपि च अत्र किं भवति, कित् प्रत्ययः अस्ति इति कृत्वा गुणः न भवति इति एकः विषयः. अपि च क्तिन् इत्यस्मिन् अवशिष्टभागः कः अनुबन्धलोपानन्तरम्? ति एव, नकारः हलन्त्यम् इति सूत्रेण अवशिष्यते. इत्युक्ते इदं पदमपि कृदन्तपदम्. इत्युक्ते श्रुधातुतः श्रुतिः, किन्तु गम् धातुतः गतिः. क्तिन् प्रत्ययान्तरूपाणि स्त्रीलिङ्गपदानि भवन्ति. पश्यन्तु, श्रुतिः पदं भिन्नं, श्रुतिः पदं भिन्नं. तयोः पार्थक्यमस्ति. इत्युक्ते तयोः भेदः अस्ति. पृथक् इत्यस्य भावः पार्थक्यम्. अनयोः श्रुतिः, श्रुतिः, द्वयोः पार्थक्यमस्ति. अग्रे पठतु. श्रुतिः इत्युक्ते अर्थः भगिनि, श्रुतिः, श्रु सकार. ऐ एम् आस्किङ्ग् अबौट् श्रुति. इट् इस् गिवन् हियर् नो, श्रुतिः. ऐ डिन्ट् गेट् द मीनिङ्ग्. सरति, यत् सरति तदेव श्रुतिः. ओहो, थेङ्क् यू. अपि च अग्रे पठतु भगिनि. आं भगिनि, अद्य एकारान्तस्त्रीलिङ्गशब्दाः. नदी, नद्यां नद्योः नदीषु. आवर्तिनी, आवर्तिन्याम् आवर्तिन्योः आवर्तिनीषु. आवर्तिनी अर्थं किं भगिनि? आवर्तिनी इति पदमस्ति. अहं विरल् पूल् इति दृष्टवती. किन्तु अत्र पदं दृष्ट्वा वदतु, पदं कथं साधितं किञ्चित् पश्यतु. आङ्पूर्वक वृत्तधातु, मेबि वृत्तधातोः रूपमेव. आवर्तिनी, अस्तु. इत्युक्ते तत्र भवती जानाति एव नि, तत्र स्त्रीप्रत्ययाः सन्ति. नीप्, नीश्, नीन् एतेषु त्रिषु प्रत्ययेषु अन्यतमप्रत्ययः अन्ते अस्ति चेत् साधारणतया ईकारान्तस्त्रीलिङ्गपदं सिद्ध्यति इति विषयः अत्र आवर्तिनी. अग्रे पठतु. उकारान्तस्त्रीलिङ्गशब्दाः. रज्जुः, रज्ज्वां रज्ज्वोः रज्जुषु. धेनुः, धेन्वां धेन्वोः धेनुषु. रज्जु इति स्त्रीलिङ्गशब्दः, उकारान्तस्त्रीलिङ्गशब्दः. रज्जुः इत्युक्ते अग्रे ओकारान्तस्त्रीलिङ्गशब्दाः वधूः वध्वां वध्वोः वधूषु चमूः चमुवां चम्वां चम्वोः चमूषु चमु इति युद्धसमये सैनिकाः आवली इति अहं मन्ये. चमोः इत्युक्ते सेना, सेना इति अर्थः. पश्यन्तु अत्र वधूः अत्र अन्ते विसर्गः अस्ति, तथा एव चमोः अत्र अन्ते विसर्गः अस्ति. इत्युक्ते दीर्घ ऊकारान्तस्त्रीलिङ्गपदद्वयम्. अग्रिमं करोतु. ऋकारान्तस्त्रीलिङ्गशब्दाः माता मातॄणां मातृषु मातरि मातृ अहं नस्मरामि भगिनि. मात्रोः मातृषु. मातरि मात्रोः मातृषु इति रूपाणि भवन्ति. उत्तमं भगिनि. क्षम्यतां भगिनि, एकः प्रश्नः अस्ति. अत्र ईकारान्तस्त्रीलिङ्गपदः मतिशब्दः द्वौ रूपम् अस्ति भगिनि. अत्र अपि द्वौ रूपम् अस्ति वा केवलं मतिशब्दः एव द्वौ रूपम् अस्ति वा? चतुर्थे चतुर्थः विभक्ति चतुर्थविभक्तितः सप्तः सप्तमी विभक्तिपर्यन्तम् अहं चिन्तयामि रूपद्वयं सम्भवति. अस्तु अस्तु, धन्यवादः. भवती एव पठतु, अग्रे किमस्ति. अस्तु भगिनि, अकारान्त नपुंसकलिङ्गशब्दाः क्षेत्रं, क्षेत्रे, क्षेत्रयोः, क्षेत्रेषु. अयनम्, अयने, अयनयोः, अयनेषु. स्यन्दनं, स्यन्दने, स्यन्दनो, स्यन्दनयोः, स्यन्दनेषु. शस्त्रं, शस्त्रे, शस्त्रयोः, शस्त्रेषु. उत्तमं. क्षेत्रं, शस्त्रम् इत्यादिषु णत्वं भवति बहुवचनरूपेषु. सर्वत्र न भवति, किन्तु केषुचित् स्थलेषु रेफकारणात् तत्र णत्वं भवति. क्षेत्रं, क्षेत्राणि. शस्त्रं, शस्त्राणि. अग्रे पठतु भगिनि. ईकारान्त नपुंसकलिङ्गशब्दाः वारि, वारिणि, वारिणोः, वारिषु. अक्षि, अक्षिणि, अक्ष्णोः, अक्षिषु. अक्षिशब्दस्य प्रथमाविभक्ति द्विवचनरूपं किम्? अक्षिणी. उत्तमम्. किन्तु अत्र किं लिखितमस्ति? अत्र ह्रस्वकारान्तपदम् अक्षिणी. उत्तमम्. इत्युक्ते तावान् भेदः अस्ति. एतावता अक्षि, अक्षिणी, अक्षीणि इति रूपाणि भवन्ति, किन्तु सप्तमी एकवचनरूपम् अक्षिणी इति भवति. तत्र ह्रस्वत्वं दृश्यते. वारिशब्दः, वारि इत्युक्ते जलं. जलम्. उत्तमं. वारिशब्दस्य प्रसङ्गे अहं दृष्टवती, अतः वदामि. तृषां वारयति इति वारि. तृषां वारयति, वारयति इत्युक्ते निवारयति. इट् विल् कण्टेन् द थर्स्ट्, तदर्थमेव वारि. तृषां वारयति. अक्षि इत्युक्ते नेत्रम्. अग्रिमानि पदानि पठतु. ऊकारान्त नपुंसकलिङ्गशब्दाः मधु, मधुनि, मधुनोः, मधुषु. जानु, जानुनि, जानुनोः, जानुषु. श्मश्रु, श्मश्रूणि, श्मश्रुणोः, श्मश्रुषु. अश्रु, अश्रुणि, अश्रुणोः, अश्रुषु. जानु इत्युक्ते आङ्ग्लभाषायां नी. श्मश्रु इति नूतनं पदमस्ति, तस्य को अर्थः? अहम् आङ्ग्लभाषायाम् अपि एव जानामि. बियर्ड्, मुष्टाश्, किमपि. पश्यन्तु अत्र भेदः कः इत्युक्ते अत्र विसर्गः न दृश्यते. मधु विसर्गरहितं पदमेव. जानु तत्र विसर्गः नास्ति. स्मश्रु अत्रापि. अश्रु अश्रु अश्रुणि अश्रूणि वयं दृष्टवन्तः एव. तत्र स्मश्रु इति पदं किमर्थं तथा अस्ति इति अहं दृष्टवती. स्म इत्युक्ते मुखम् इति लिखितमस्ति. स्म इत्युक्ते मुखं. मुखं श्रयति अथवा आश्रयति. मुखम् आश्रयति इति कृत्वा स्मश्रु. श्वश्रु अपि एतावता स्मश्रुशब्दस्य रूपाणि एकवारं लिखन्तु. अभ्यासेन किञ्चित् मनसि तिष्ठति इति कृत्वा स्मश्रुशब्दस्य रूपाणि अपि च अश्रु शब्दस्य रूपाणि एकवारं लिखामश्चेत् उत्तमम्. अग्रिमे पुटे अपि बहूनि वाक्यानि सन्ति, किन्तु अधुना कालातीतः अभवत्. तदर्थम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.